पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 45 भीष्म उवाच इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधं नरसिंहस्य माहात्म्यं तथा पापविनाशनं पुलस्त्य उवाच पुरा कृतयुगे राजन् हिरण्यकशिपुप्रभुः दैत्यानामादिपुरुषश्चकार सुमहत्तपः दशवर्षसहस्राणि दशवर्षशतानि च जलवासी समभवस्नानमौनधृतव्रतः वृदशमदमाभ्यां च ब्रह्मचर्येण चैव हि ब्रह्मा प्रीतो भवत्तस्य तपसा नियमेन च तदस्वयम्भूर्भगवान् स्वयमागत्य तत्र हि विमानेनार्कवर्णेन हंसयुक्तेन भास्वता आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा नक्षत्रैश्च मुहूर्तैश्च खजरैश्च महाग्रहैः देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः चराचरगुरुश्रीमान् वृदसर्वैर्दिवौकसैः ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीद प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत वरं वरय भद्रं ते यथेष्टं काममाप्नुहि हिरण्यकशिपुरुवाच न देवासुरगन्धर्वा न यक्षोरगराक्षसाः न मानुषा पिशाचाश्च अन्योर्मां देवसत्तम ऋषयो मानवशापैर्न शपेयुः पितामह यदि मे भगवान् प्रीतो वर एष वृदो मया न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा न शुष्केण न चार्द्रेण न स्याद् चान्येन मे वधः भवेयमहं मे वार्कसोमो वायुर्हुदाशनः सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश अहं क्रोधश्च कामश्च वरुणो वासवो यमः धनदश्च धनाध्यक्षो यक्ष किं पुरुषाधिपः ब्रह्मोवाच एष दिव्यो वरस्ताद मया दत्तस्तवाद्भुतः सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः एवमुक्त्वा स भगवान् जगामाकाशमेव हि वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेविदं ततो देवाश्च गन्धर्वा ऋषिभिः सहचारणाः वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः देवा ऊचुः वरप्रदानात् भगवान् वधिष्यति स नोऽसुरः तत्प्रसादश्च भगवन् वधोऽप्यस्य विचिन्त्यतां भगवान् सर्वभूतानामादिकर्ता स्वयं प्रभुः स्रष्टा च हव्य कव्यानामव्यक्तप्रकृतिः परः सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः आश्वासयामास तदा सुशीतैर्वचनाम्बुभिः अवश्यं त्रिदशानेन प्राप्तव्यं तपःसफलं तपःसोन्देश्य भगवान् वधं विष्णुः करिष्यति तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजाननाद स्वानिस्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः लब्धमात्रे वरे सोधप्रजा सर्वा अबाधद हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः आश्रमेषु महाभागान् मुनीन् वै शंसिदव्रतान् सत्यधर्मपरान् दान्तान् धर्षयामास दानवः देवांस्त्रिभुवनस्तांश्च पराजित्य महासुरः त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा यज्ञीयानकरोद्दैत्यान यज्ञीयांश्च दैवतान् तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा रुद्रा देवगणा यक्षा देवद्विजमहर्षयः शरण्यं शरणं विष्णुमुपतस्तुर्महाबलं देवदेवं यज्ञमयं वासुदेवं सनातनं देवाहूजुः नारायणमहाभाग देवास्त्वां शरणं गदाः त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो त्वं हि नः परमो दादा त्वं हि नः परमो गुरुः त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः विष्णुरुवाच भयं त्यजद्वममरा अभयं वो ददाम्यहम् तथैव त्रिदिवं देवा प्रतिपद्यतमाचिरम् येनं हि सगणं दैत्यं वरदानेन गर्वितम् अवध्य ममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् एवमुक्त्वा तु भगवान् विश्वपो विष्णुरव्ययः हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः तेजसा भास्करकारशशिकान्त्येव चापरः नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा नारसिंहेन वपुषा पाणिं सङ्गृह्य पाणिना ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमां सर्वकामयुधां शुभ्रां हिरण्यकशिपोत्सभां विस्तीर्णां योजनशतं शतमध्यर्धमायतां वैहायसीं कामगमां पञ्चयोजनमुच्छ्रितं जराशोकक्षमाभेदां निष्प्रकम्ब्यां शिवां सुखां वेश्मासनवदीं रम्यां ज्वलन्तीमिव तेजसा अन्धसलिलसंयुक्तां विहितां विश्वकर्मणा दिव्यवर्णमयैर्वृक्षैर्फलपुष्पप्रदैर्युधां नीलपीदासिदश्यामैश्वेदैर्लोहितकैरपि अवदातैस्तथा गुल्मैरक्तमञ्जरिधारिभिः सिताभ्रखनसङ्काशां प्लवन्तीं च ददर्शसः रश्मिमदीस्वभावेन दिव्यगन्धमनोरमा सुसुखा न च दुःखा सा न शीता न च कर्मदा न क्षुत्पिपास्ये ग्लानिं वा प्राप्यदां प्राप्नुवन्ति ते नानरूपैरूपकृता सुचित्रैश्च सुभास्वरैः अधिचन्द्रादिसूर्यादिशिखिकान्तिस्वयं प्रभा दीप्यते नागपृष्ठस्था भासयन्ती विभासुरा सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः रसवच्च प्रभूतं च भक्ष्यभोज्यानमुत्तमम् पुण्यगन्धास्रजश्चापि नित्यकालफलाद्रुमाः उष्णे शीतानि तोयानि शीते चोष्णानि सन्धि वै पुष्पिताग्रान्महाशाखान् प्रवालाङ्कुरधारिणः लतावितानसञ्चन्नान् कल्पानैक्षिष्टसप्रभुः गन्धवन्दिजपुष्पाणि रसवन्दिफलानि च तानि शीतानि चोष्णानि तत्र तत्र सरांसि च अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः नलिह्नैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा नानाश्चर्यसमुपेदैः पुष्पैरन्यैश्च सुप्रियैः कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि विमलस्फटिगाभानि पाण्डुरच्छदनैर्द्विजैः बहु हंसोपगीतानि सारसानां ऋतानि च गन्धयुक्ता लतास्तत्र पुष्पमञ्जरिधारिणीः दृष्टवान् भगवान् हृष्टः खदिरान्वेदसार्जुनान् चूदानिं बानागवृक्षा कदम्ब बगुलाधवाः प्रियङ्गवक्पाडलाख्या शाल्मल्यस्य हरिद्रवाः शालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः तथैवान्ये व्यराजन्तसभायां पुष्पिताद्रुमाः येलाककुम्भकङ्कोललवलीकर्णपूरकाः मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः अञ्जनाशोकपर्णासा बहवश्चित्रकाद्रुमाः वरुणाश्च पलाशाश्च पनसाः सह चन्दनैः नीलाः सुमनसश्चैव नीपाश्चाश्वत्थतिन्दुकाः पारिजाताश्च तरवो मल्लिका भद्रदारवः अडरुषा पीलूकाश्च तथा चैवैलवालुकाः मन्तारकाकुरवका पुन्नाघा कुडजास्तथा रक्ताः कुरवाकश्चैव नीलाश्चाङ्गरुभिः सह किं शुकाश्चैव भव्याश्च दाड्डिमा बीजपूरकाः कालेयका दुकुलाश्च हिङ्गवस्तैलवर्तिकाः खर्जूरानालिकेराश्च हरीतकमधुककाः सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः असनाश्च तमालाश्च नानागुल्मसमावृताः लताश्च विविधाकाराः पुष्पपत्रफलोपगाः एते चान्ये च बहवस्तत्र काननजाद्रुमाः नानापुष्पफलोपेदाव्यराजन्त समं ततः चकोराः शतपत्राश्च मत्तकोकिलचारिकाः पुष्पितान् पुष्पिताग्रांश्च सम्पतन्दिमहाद्रुमान् रक्तपीदारुणास्तत्र पादपाग्रगदाकघाः परस्परमवैक्षम्द प्रहृष्टा जीवजीविकाः तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा आसीन आसने चित्रे दशनल्वे प्रमाणदः दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते हिरण्यकशिपु दैत्य आस्ते ज्वलितकुण्डलः उपचेरुर्महादैत्य हिरण्यकशिपुं तदा दिव्यतालानि गीतानि जगुर्गन्धर्वसत्तमाः विश्वाची सहजन्या च प्रम्लोचेदी च पूजिता दिव्याध सौरभेयी च समीची पुंचिकस्थला मिश्रकेशी च रम्भा च चित्रभा श्रुतिविभ्रमा चारुनेत्रा कृताची च मेनका चोर्वशी तथा यदसहस्रशश्चान्या नृत्यगीतविशारदाः उपातिष्ठन्तराजानां हिरण्यकशिपुं प्रभुम् उपासदे दिदे पुत्रा सर्वे लब्धवरास्तथा बलिर्विरोचनस्तत्र नरक पृथिवीसुधः प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः सुरहन्ता दुःखकर्ता समना सुमधिस्तथा कडोदरो महापार्श्वक्रधनपिठरस्तथा विश्वरूपस्वरूपश्च विश्वकायो महाबलः दशग्रीवश्च वाली च मेघवासा महासुरः खडाभो विडरूपश्च ज्वलनश्चेन्द्रतापनः दैत्यदानवसङ्घास्ते सर्वे ज्वलितकुण्डलाः स्रग्विणो वर्मिण सर्वे सर्वे च चरितव्रताः सर्वे लब्धवरा शूरा सर्वे विहितमृत्यवः यदे चान्ये च बहवो हिरण्यकशिपुं प्रभुम् उपासदे महात्मानं सर्वे दिव्यपरिच्छदाः विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः भूषिताङ्गादिदे पुत्रास्तमुपासद सर्वतः ऐश्वर्यं दैत्य सिंहस्य यथा तस्य महात्मनः न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रयो रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीजिकायां स ददर्श मृगाधिपसभायां सुरुचिरजालगवाक्षशोभितायां कनकवलयहारभूषिताङ्गं दिदितनयं स मृगाधिपो ददर्श दिवसकरकरप्रभं ज्वलन्तं दिदिजसहस्रशतैर्निषेव्यमाणम् ततो दृष्ट्वा महाभागं कालचक्रमिवागतं नारसिंहवपुच्छन्नं भस्मच्छन्नमिवानलम् हिरण्यकशिपोः पुत्रप्रह्लादो नाम वीर्यवान् दिव्येन वपुषा सिंहमपश्यद्देवमागतं तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितं विस्मिता दानवा सर्वे हिरण्यकशिपुश्च सह प्रह्लाद उवाच महाराज महाबाहो दैत्यानामादिसम्भव न श्रुतं नैव मे दृष्टं नारसिंहमिदं बभुः अव्यक्तं परमं दिव्यं किमिदं रूपमागतं दैत्यान्तकरणं घोरं शंसदीव मनो मम अस्य देवाशरीरस्ताः सागराः सरिदस्तथा हिमवान् पारियात्रश्च ये चान्ये कुलपर्वताः चन्द्रमासहनक्षत्रैरादित्या रश्मिभिः सह धनदो वरुणश्चैव यमशक्रशचीपतिः मरुदो देवगन्धर्वा ऋषयश्च तपोधनाः नागायक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ब्रह्मा देवा पशुपतिर्ललाडस्ता भ्रमन्तिः स्थावराणि च सर्वाणि जङ्गमानि तथैव च भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः विमानशतसङ्कीर्णाः सर्वाया भवद सभा सर्वं त्रिभुवनं राजन् लोकधर्मश्च शाश्वतः दृश्यते नरसिंहेऽस्मिंस्तदेदं निखिलं जगद प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च महीनभश्च उत्पादकालश्च धृतिर्मदिश्च रतिश्च सत्यं च तपोदमश्च सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे प्रह्लादस्य वच श्रुत्वा हिरण्यकशिपुप्रभुः उवाच दानवान् सर्वान् गणांश्च सगणाधिपः मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः यदि वा संशय कश्चिद्वध्यतां वनगोचरः ते दानवगणा सर्वे मृगेन्द्रं भीमविक्रमं परिक्षिपं तो मुदितास्त्रासयामासुरोजसा सिंहनादं विमुच्याथ नरसिंहो महाबलः बभं च तां सभां सर्वां व्याधिदास्य इवान्तकः सभायां भज्यमानायां हिरण्यकशिपुस्वयं चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः सर्वास्त्राणामधश्रेष्ठं दण्डमस्त्रं सुदारुणं कालचक्रं तथा घोरं विष्णुचक्रं तथा परम् वैदामहं महात्युग्रं त्रैलोक्यनिर्मितं महद विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयं रौद्रं तदोग्रशूलं च कंकालं मुसलं तथा अस्त्रं ब्रह्म शिरश्चैव भ्राममस्त्रं तथैव च नारायणास्त्रमैन्द्रं च आग्नेयं शैशिरं तथा वायव्यं मथनं चैव कपालमधकिङ्करं तथा प्रतिहदां शक्तिं क्रौञ्चमस्त्रं तथैव च मोहनं शोषणं चैव सन्तापनविलापने कम्पनं शान्तनं चैव महास्त्रं चैव रोधनं कालमुद्गरमक्षोभ्यं तापनं च महाबलं संवर्तनं मोहनं च तथा मायाधरं वरम् गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् प्रस्वापनं प्रमथनं वरुणं चास्त्रमुत्तमम् अस्त्रं पाशुपतं चैव यस्या प्रतिहदा गतिः एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुदिम् असत्रै प्रज्वलितै सिंहमावृणो दशरथमः विवस्वान् कर्मसमये हिमवन्दमिवांशुभिः सह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः क्षणेनाप्लावयत् सर्वं मैनागमिव सागरः प्रासै पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः मुद्गरैः कूडपाशैश्च शिलोलूखलपर्वतैः शतघ्निभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ते दानवा पाशगृहीतहस्ता महेन्द्रतुल्या शनितुल्यवेगाः समं तदोऽभ्युद्यदबाहुकायास्थिताः सशीर्षा इव नागपोदाः सुवर्णमालाकुलभूषिताङ्काः सुदीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः स्फुरत्प्रभास्ते च स शृङ्गदेहाश्चीनांशुका भान्ति यथैव हंसाः सोऽसृजद्दानवो मायामग्निं वायुं समीरितं तमिन्द्रस्तोयदै सार्धं सहस्राक्षो महाद्युतिः महदातोयवर्षेण शमयामास पावकं तस्यां प्रतिहदायां तु मायायां युधिधानवः असृजत्वरसङ्काशं तमस्तीव्रं समं ततः तमसा समृद्धे लोके दैत्येष्वतायुधेषु च स्वत्तेजसा परिवृतो दिवाकर इवोद्गतः त्रिशिखां भृगुडीमस्य ददृश्युर्दानवारणे लराढस्तां त्रिकूटस्थां गङ्गां त्रिपथगामिव तद सर्वासु मायासु हदासु दिदिनन्दनाः हिरण्यकशिपुं दैत्या विषण्णाः शरणं ययुः तथ प्रज्वलितक्रोधात् प्रदहनिव तेजसा तस्मिन् क्रुद्धे तु दैत्येन्द्रे तमो भूतमभूज्जगद आवह प्रवहश्चैव विवहोध समीरणः परावह संवहश्च उद्वहस्तमहाबलः तथा परिवहश्रीमानुत्पादभयशंसिनः इत्येवं क्षुभिदा सप्तमरुदो गगनेचराः ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति हि ते सर्वे गगने हृष्ठा व्यचरंश्च यथा सुखम् अयोग तश्चाप्यचरद्योगं निशि निशाचरः सग्रहः सह नक्षत्रैस्तारापदिररिन्दम विवर्णतां च भगवान् गदो दिवि दिवाकरः कृष्णकबन्धश्च तदा लक्ष्यते सुमहान् दिवि असृजच्चासिदां सूर्यो धूमवत्तां विभावसुः गगनस्तश्च भगवानभीक्ष्णं परिविश्यते सप्तधूमनिभाखोरा सूर्यादिविसमुद्धिताः सोमस्य गगनस्तस्य ग्रहास्तिष्ठन्ति शृङ्गगाः वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती शनैश्चरो लोकिताङ्गो लोकिताङ्गसमद्युतिः समं समधिरोहन्द सर्वे वै गगनेचराः शृङ्गाणि शनकैर्घोरा युगान्तावर्तनग्रहाः चन्द्रमाश्च स नक्षत्रो ग्रहै सह तमोऽनुदः चराचरविनाशाय रोहिणीं नाभ्यनन्दद गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते उल्का प्रज्वलिताश्चन्द्रे व्यचरन्त यथा सुखं देवानामधिपो देव सोऽप्यवर्षदशोणितम् अपतद्गगनादुल्का विद्युद्रूपा महास्वना अकाले चद्रुमाः सर्वे पुष्प्यन्ति च फलन्ति च लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः फले फलान्यजायन्त पुष्पे पुष्पं तथैव च उन्मीलन्ति निमीलन्ति हसन्ति प्ररुदन्ति च विक्रोशन्ति च गम्भीरं धूमा यान्ते ज्वलन्ति च प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते नद्यश्च प्रतिकूलानि वहन्ति कलुशोदकाः न प्राकाशन्त च तिशोरक्तरेणु समाकुलाः वानस्पत्यान पूज्यन्ते पूजनार्हाः कथञ्चन वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च तथा च सर्वभूतानां छायान परिवर्तते अपरेण गते सूर्ये सलोकानां युगक्षये तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः भण्डागारायुधागारे निविष्टमभवन्मधु असुराणां विनाशाय सुराणां विजयाय च दृश्यन्ते विविधोत्पादाघोराघोरनिदर्शनाः एते चान्ये जभकवो घोररूपा समुद्धिताः दैत्येन्द्रस्य विनाशाय दृश्यन्ते रणशंसिनः मेदिन्यां कम्बमानायां दैत्येन्द्रेण महात्मनः महाधरा नागगणा निपेदुरमितौजसः विषज्वालाकुलैर्वक्त्रैर्विमुं चन्दोकुदाशनं चतुःशीर्षा पञ्चशीर्षा सप्तशीर्षाश्च पन्नगाः वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ येलामुखकालियश्च महापद्मश्च वीर्यवान् सहस्रशीर्षशुद्धाङ्गो हेमतालध्वजप्रभुः शेषो नन्दो महानागो ह्यप्रकम्प्यश्च कम्पिताः दीप्यन्तेन्दर्जरस्तानि पृथिवी विवराणि वै सप्त दैत्येन्द्रकोपेन कम्पितानि समं तदः नानातेजोदराश्चापि पातालतलचारिणः पादाले सहसा क्षुब्धे दुष्प्रकम्प्याः प्रकम्पिताः हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान् महीं संदष्टौष्टपुढक्रुद्धो वराह इव पूर्वजः गङ्गाभागीरथी चैव कौशिकी सरयूरपि यमुना चाध कावेरी कृष्णवेणी च निम्नगा तुङ्गभद्रा महावेगा नदी गोदावरी तथा चर्मण्वदीजसिन्धुश्च तथा नद नदीपदिः मेलकः प्रभवश्चैव शोणो मणिनिबोधकः नर्मदा च शुभस्रोतास्तथा वेत्रवदी नदी गोमदी गोकुलाकीर्णा तदा पूर्वा सरस्वती महाकालमही चैव तमसा पुष्पवाहिनी जम्बूद्वीपं रत्नवच्च सर्वरत्नोपशोभितं सुवर्णपुटकं चैव सुवर्णाकरमण्डितं महानदश्च लौहेत्यशैलकाञ्चनशोभितः पत्तनं कोशकाराणां कश्यं च रजताकरं मगधश्च महाग्रामा पुण्ड्रा उग्रास्तथैव च सृघ्नामल्लाविदेहाश्च मालवा काशिकोत्सलाः भवनं वैनदेयस्य दैत्येन्द्रेणाभिकम्पितं कैलासशिखराकारं यत्कृतं विश्वकर्मणा रत्नतोयो महाभीमो लौहित्यो नाम सागरः उदयस्तमहाशैल उच्छ्रितशतयोजनं सवर्णवेदिका श्रीमान् मेघपङ्क्तिनिषेवितः भ्राजमानोर्कसदृशैर्जातरूपमयैर्ध्रुमैः शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः अयोमुखश्च विख्यातः सर्वतो धातुमण्डितः तमालवनगन्धश्च पर्वतो मलयशुभः सुराष्ट्राश्च सबाह्लीका शूद्राभीरास्तथैव च भोजा पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः तथैव पौण्ड्रा शुभ्राश्च वामचूडाश्च केरलाः क्षोपितास्तेन दैत्येन देवाश्चाप्सरसां गणाः अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा सिद्धचारणसङ्घैश्च विप्रकीर्णं मनोहरं विचित्रनानाविहगं सपुष्पितमहाद्रुमं जातरूपमयै शृङ्गैरप्सरो गणसेविदं गिरिपुष्पितकश्चैव लक्ष्मीवान् प्रियदर्शनः उद्धितः सागरं भित्त्वा विश्रामश्चन्द्रसूर्ययोः रराजस महाशृङ्गैर्गगनं विलिखन्निव चन्द्रसूर्यांशुसङ्काशै सागराम्बुसमावृतैः विद्युत्वान् पर्वतश्रीमानायदशतयोजनं विद्युदां यत्र सम्पादा निपात्यन्ते न गोत्तमे ऋषभपर्वतश्चैव श्रीमान् ऋषभसंस्थितः कुञ्जरपर्वतश्रीमान्नागस्त्यस्य गृहं शुभं विमलाख्या च दुर्धर्षा सर्पाणां मालती पुरी तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता महासेनगिरिश्चैव भारियात्रश्च पर्वतः चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः प्राग्योदिशपुरं चापि जातरूपमयं शुभं यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिस्वनः षष्टिस्तत्र सहस्राणि पर्वतानां विशाम्पदे तरुणादित्यसङ्काशो मेरुश्चैव महान् गिरिः यक्षराक्षसगन्धर्वैनित्यं सेवितकन्धरः हेमगर्भो महासेनस्तथा मेघसखो गिरिः कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः हेमपुष्करसञ्चन्नं तेन वैखानसं सरः कम्पितं मानसं चैव हंसकारण्डवाकुलं त्रिशृङ्गपर्वतश्रेष्ठकुमारी च सरिद्वर तुषारचयसञ्चन्नो मन्दरश्चापि पर्वतः उशीरबीजश्च गिरिर्भद्रप्रस्थस्तदाद्रिराड् प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः देवाभपर्वतश्चैव तथा वै वालुकागिरिः क्रौञ्चसप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः ये देशान्यजगिरयो देशा जनपदास्तथा नद्यः ससागरा सर्वदानवेनाभिकम्पिताः कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकम्पितः केचराश्च निशापुत्रा पादालतलवासिनः गणस्तथा परो रौद्रो मेकनामाङ्कुशायुधः ऊर्ध्वगो भीमवेगश्च सर्व एतेऽभिकम्पिताः गदिशूलीकरालश्च हिरण्यकशिपुस्तथा जीमूदखननिर्घोषो जीमूद इव वेगवान् देवारिर्दिदिजो धृतो नृसिंहं समुपाद्रवद सदुतेन ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः तदोङ्कारसहायेन विदार्यनिहदो युधि महीजकालश्च शशिनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः नद्यश्च शैलाश्च महार्णवाश्च गदाप्रसादं दिदिपुत्रनाशाद तथ प्रमुदिदा देव ऋषयश्च तपोधनाः तुष्टुवोर्नामभिर्दिव्यैरादिदेवं सनातनं यत्त्वया विधृतं देवनारसिंहमिदं वपुः येद देवार्चयिष्यन्ति परापरविदो जनाः ब्रह्मोवाच भवान् ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः भवान् कर्ता विकर्ता च लोकानां प्रभवो व्ययः परां च सिद्धिं च परं च सत्त्वं परं रहस्यं परमं हविश्च परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणं परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं परं च यज्ञं परमं च होत्रं त्वामाहुरग्र्यं परमं पुराणं परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीं परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं परमं पुराणम् एवमुक्त्वा तु भगवान् सर्वलोकपितामहः स्तुत्वा नारायणं देवं ब्रह्मलोकं गतप्रभुः ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरस्सु च क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः नरसिंहं वपुर्देव स्थापयित्वा सुदीप्तिमान् पौराणं रूपमास्ताय प्रययौ गरुडध्वजः अष्टचक्रेण यानेन भूरियुक्तेन भास्वता अव्यक्तप्रकृतिर्देवस्वस्थानं गतवान् प्रभुः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे नरसिंहप्रादुर्भावो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॐ